ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं यः प्रथम अध्यायः अस्ति इत्युक्ते धातुगणाः, तस्य अद्य समापनं कुर्मः। तस्य अभ्यासः चलन् अस्मि। तत्र किं दृष्टवन्तः इत्युक्ते अस्मिन् अध्याये मुख्यं किम् इति सर्वे इदानीं वयं जानीमः। तत्र दशधातुगणाः सन्ति। मम स्क्रीन् दृश्यते वा? आं भगिनि, पि पि टि दृश्यते? पि पि टि अस्तु। सो वट् वी सा टिल् नौ इस् देट् तत्र पाणिनिधातुपाठः अस्ति। पाणिनिधातुपाठः इति अभिन्नग्रन्थः इति वदामः। तस्मिन् धातुपाठे पाणिनिना दीस् उपदिसहस्र, वि डोण्ट् से देर् आर् नाट् एक्साक्ट्लि 2000 धातुस् बट् उपदिसहस्र, एप्राक्सिमेट्लि 2000 धातुस्। पाणिनिधातुपाठे उपदिसहस्रधातवः सन्ति। ते सर्वे धातवः इत्युक्ते द्विसहस्रधातवः दशसु गणेषु विभक्ताः। तत्र यः विभजनम् अस्ति, धातुः विच् धातु तु पुट् इन् विच् गणः, तत्र तस्य कारणं किम् अस्ति? विकरणप्रत्ययः। विकरणप्रत्ययः वदामः चेत् इत्युक्ते किं? प्रकृति वदामः चेत् प्रकृति इत्युक्ते धातुः एण्ड् प्रातिपदिकम्। प्रातिपदिकम् इत्युक्ते शब्द, यः संज्ञाशब्दः अस्ति इत्युक्ते नौन्। धातुः वदामः चेत् क्रियाशब्दः इत्युक्ते वर्ब्। सो प्रकृति वदामः चेत् प्रकृति अनन्तरं यत् किमपि आयाति तस्य प्रत्ययः इति नामकरणं भवति। विकरणप्रत्ययः एकः मुख्यप्रकारकः प्रत्ययः अस्ति। विकरणप्रत्ययः सर्वदा धातुः अपि च तिङ् मध्ये यः पतति सः विकरणप्रत्ययः। सो तत्र तिङ् इति यः तिङ् वदामः चेत् तिङ् अपि एकं प्रत्ययानां समूहः अस्ति। सो तत्र तिङ् समूहे अष्टादश प्रत्ययाः सन्ति, इत्युक्ते तेषां मूलरूपमस्ति टिप् तस् जि सिप् थस् थ मिप् वस् मस्, अनन्तरं त आतां ज थास् आथां द्वम् इड् वहि महिङ्। नवप्रत्ययः परस्मैपदी धातूनां कृते पाणिनिना स्थापिताः। अनन्तरं ये नवप्रत्ययाः तत्र तिङ्समूहे सन्ति ते आत्मनेपदी धातूनां कृते पाणिनिना स्थापिताः। सो विकरणप्रत्ययः वदामः चेत् किम् इत्युक्ते यः प्रत्ययः वयम् इदानीं वयं जानीमः, प्रकृति अनन्तरं यत् वर्णसमूहः तत्र आयाति तस्य प्रत्ययः इति संज्ञा भवति। सो विकरणः अपि एकं प्रत्ययः, किमर्थं चेत् विकरण धातु अनन्तरम् आयाति। सो धातु अनन्तरं कुत्र आयाति? विकरणप्रत्ययः धातुः तिङ् मध्ये आयाति। सो धातु तिङ् मध्ये यत् यः पतति तस्य विकरणप्रत्ययः इति संज्ञा भवति, नामकरणं भवति। विकरणम् इति वदामः चेत् किमपि नास्ति, केवलं नामकरणम् अस्ति। यथा इत् इति केवलं नामकरणम् अस्ति, तथैव विकरणम् इति एकं संज्ञा अस्ति, टेक्निकल् वर्ड् इन् व्याकरणशास्त्रः। तत्र इदानीं वयं जानीमः तत्र ये दश धातुगणाः सन्ति तेषाम् आधारः अस्ति विकरणप्रत्ययः, इत्युक्ते धातु तिङ् मध्ये यः भागः अस्ति तस्य आधारेण एव पाणिनिना ते तत्र गणः गणानि निर्मितानि। सो धातु तिङ् मध्ये यः भागः अस्ति तस्य सः भागं पश्यामः चेत् वयं ज्ञातुं शक्यते, लटीरूपं पश्यामः चेत् ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति। because otherwise it is not, we cannot remember all the dhatus, kasmin gane asti dhatu kah, kesham ganasya dhatuhu. So tatra sarelyam kim asti, lati rupam pashyamah ched gyatum shakyate dhatu kasmin gane asti. There is one another hint there, tatra upadi sahasra dhatuvah ye santi, teshu kim bhavati, उप एकसहस्रधातवः प्रथमगणे एव स्थापितः. सो वन् मोर् वर्क् इस् डन्. देट् इस् वाट् द औट् आफ् दीस् 2000 धातूस् 1000 अप्राक्सिमेट्लि 1900 समथिङ्ग् धातूस् आर् देयर् इन् द फस्ट् गण ओन्लि, भुवादिगणे. सो भुवादिगणे बृहत् धातुगणः तत्र अस्ति. अनन्तरं तत्र वयं किम् अधीतं, भुवादिगणे तत्र यः विकरणप्रत्ययः अस्ति तस्य नाम अस्ति शप्. मूलरूपं शप् अस्ति, आकृति अ अस्ति. आकृति इत्युक्ते मूलरूपे तत्र कानिचन वर्णानि सन्ति ये अपगच्छन्ति, प्रक्रियायां ये न तिष्ठन्ति. वयं जानीमः तत्र पाणिनिना तेषां कृते एकं नूतननामकरणं दत्तम् इति संज्ञा. सो यथा शप् इति विकरणप्रत्ययः मूलरूपम् अस्ति, तत्र शकारः प्रक्रियायां न तिष्ठति, पकारः प्रक्रियायां न तिष्ठति, ते अपगच्छति. अतः तेषाम् इति एकं नामं दत्तं तत्र पाणिनिना इत् इति संज्ञा. सो शकारस्य इत्, पकारस्य इत्, मध्ये यः अकारः सः एव अवशिष्ट भागः, सः एव प्रक्रियायां तत्र तिष्ठति. प्रक्रियायाम् इत्युक्ते यदा वयं लटीरूपं तस्य निर्माणं कुर्मः तत्र धातु तिङ् मध्ये केवलम् अकारः श्रूयते प्रथमगणे. सो एकम् अन्यत् बिन्दुः अस्ति, ये घनचिन्तनम् अस्ति, इत्युक्ते धातुः कस्मिन् गणे अस्ति इति यः चिन्तनम् अस्ति सः केवलं चतुर्षु लकारेषु एव तस्य प्रयोगः भवति. चिन्तनस्य प्रयोगः केवलं चतुर्षु लकारेषु. औट् आफ् 10 लकाराज् इन् दट् ओन्लि 4 लकाराज् वी हेव् टु डू दिस् चिन्तनं धातु कस्मिन् गणे अस्ति. सो ते चतुर् लकाराः के इति वदामः चेत् लट् लकारः, लोट् लकारः, विधिलिङ्ग् लकारः, अपि च लङ् लकारः. एतेषु चतुर्षु लकारेषु एव गणचिन्तनं भवति, इत्युक्ते एतेषु चतुर्षु लकारेषु एव तत्र लटीरु तत्र क्रियापदं पश्यामः चेत् तत्र एव विकरणप्रत्ययः मध्ये आयाति. अन्यस्मिन् गणे विकरणप्रत्ययस्य भागः मध्ये न आयाति. तत्र भिन्नसूत्र आधारेण तत्र भिन्न विकरणप्रत्ययः आयाति. यथा वयं जानीमः अस्माकं परिचितम् अस्ति लृट् लकारः, भविष्यत्कालः. तत्र किं भवति, पठिष्यति, तत्र स्य अपि च श श्रूयते, सर्वत्र श और स श्रूयते. स्य सकारः, यकारः, अकारः, स्य इति भागं तत्र आयाति, न तु घनविकरणभागः. सो घनचिन्तनं चतुर्षु लकारेषु एव भवति, अन्येषु षट्षु लकारेषु घनचिन्तनं न भवति. सो लटीरूपं पश्यामः चेत्, लोट् रूपं पश्यामः चेत्, अपि च विधिलिङ्ग् और् लङ् लकारः पश्यामः चेदेव वयं ज्ञातुं शक्यते तत्र घन धातुः कस्मिन् गणे अस्ति. सो अत्र अभ्यासरूपेण लटीरूपम् अत्र दत्तम् अस्ति. सो तथा तत्र यः द्वितीयगणः इति तु भुवादिगणस्य विषयः. भुवादिगणस्य प्रथमगणः, तस्य विकरणप्रत्ययः शप्, मूल आकृति अ अस्ति, धातु तिङ् मध्ये तत्र अकारः श्रूयते. परन्तु भुवादिगमे विशिष्टम् अस्ति. विशिष्टं किम् इत्युक्ते तत्र यः धातुः अस्ति, धातुः तत्र अन्ते कोऽपि इ उ रु वर्णः अस्ति, इत्युक्ते भू, नी, जी, एतादृशः धातुवः पाणिनिना भुवादिगणे स्थापितः. इत्युक्ते भू वदामः चेत् अन्ते दीर्घ उकारः, जी वदामः चेत् अन्ते जकारस्य अनन्तरं तत्र इकारः अस्ति. नि वदामः चेत् तत्र नकारः दीर्घ ईकारः सो तत्र भुवादिगणे यदि धातुः अन्ते कोऽपि इ उ रु अस्ति चेत् एतादृशस्वरः अन्ते अस्ति चेत् तत्र शप् कारणेन इत्युक्ते विकरणप्रत्ययस्य निमित्तीकृत्य इत्युक्ते विकरणप्रत्ययस्य कारणेन तत्र धातोः गुणकार्यं भवति. इदानीं प्रश्नः अस्ति गुणकार्यम् इत्युक्ते किं. वयं दृष्टवन्तः गुणः एकं संज्ञा अस्ति, तत्र त्रयः वर्णानां पाणिनिना गुणसंज्ञा तत्र संज्ञासूत्र आधारेण तत्र दत्तं. सूत्रमस्ति आदेङ्गुणः. आदेङ्गुणः इति सूत्रे पाणिनि किं वदति, सः वदति अकारः एकारः ओकारः एते त्रयः वर्णः एव सम्पूर्णवर्णमालायां गुणित अक्षरः इति संज्ञा प्राप्नोति. सो यत्र यत्र व्याकरणशास्त्रे गुणकार्यं भवति तत्र एते त्रयः वर्णः एव गुणरूपे गुणकार्ये एते त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते. सो अत्रापि यथा शप् कारणेन गुणः भवति, गुणः कस्य कस्य वर्णस्य भवति इति प्रश्ने सति चेत् तत्र इ वर्णस्य गुणः, उ वर्णस्य गुणः, अपि च रु वर्णस्य गुणः. अन्ते स्थितं दीर्घ इकारस्य, दीर्घ उकारस्य, दीर्घ ऋकारस्य गुणः भवति. अन्ते स्थितस्य ह्रस्व इकारस्य, ह्रस्व उकारस्य, ह्रस्व ऋकारस्य अपि गुणः. सो अन्ते दीर्घं स्वरः अस्ति वा ह्रस्वस्वरः अस्ति तत्र तु शपकारणेन गुणः भवति एव. इदानीं तत्र यः द्वितीयः बिन्दुः अस्ति, तत्र किं भवति, धातोः यः भागम् अस्ति, धातु यः भागम् अस्ति तत्र उपधायाम् उपधा अपि एकं संज्ञा अस्ति, टेक्निकल् वर्ड् इन् व्याकरणशास्त्रः. उपधा वदामः चेत् इत्युक्ते किं, द वे वेन् वि रीड् एनि ग्रन्थः वि हेव् आल् द टेक्निकल् टर्म्स् एक्स्प्लेन्ड् इन् द बिगिनिङ्ग् ओन्लि, तथैव अत्रापि अस्ति व्याकरणशास्त्रे अपि अष्टाध्याय्यां तथैव अस्ति. यः प्रथम अध्यायः अस्ति तत्र पाणिनिना बहुत्र टेक्निकल् वर्ड्स् तत्र हि हेस् डिफैन्ड् द टेक्निकल् वर्ड्स् इन् द फस्ट् अध्याय ओन्लि बै गिविङ्ग् अ सूत्र फार् आल् द टेक्निकल् वर्ड्स्. सो उपधा अपि एकं टेक्निकल् वर्ड् अस्ति. उपधा वदामः चेत् यः धातु अस्ति तस्य वि गो टु द एण्ड्, यः अन्तिमवर्णः अस्ति अन्तिमवर्णस्य साक्षात् पूर्वे यः वर्णः तस्य उपधा संज्ञा भवति. इत्युक्ते शुच् इति धातु पश्यामः चेत् तत्र आदौ इत्युक्ते इन् द बिगिनिङ्ग् वी हेव् अ शकारः, शकारस्य अनन्तरं तत्र ह्रस्व उकारः, उकारस्य अनन्तरं तत्र चकारः. सो अस्मिन् धातौ तत्र त्रयः वर्णाः. सो यः अन्तिमवर्णः अस्ति सः चकारः अस्ति. चकारस्य साक्षात् पूर्वे अत्र कः वर्णः इति पश्यामः चेत् ह्रस्व उकारः. सो ह्रस्व उकारस्य अस्मिन् धातौ उपधा इति संज्ञा भवति. सो इफ् वि से इफ् वि आस्क् उपधायां कः वर्णः, इन् द उपधा प्लेस् विच् वर्णा इस् दियर् एट् द उपधा प्लेस्, वी विल् से ह्रस्व उकारः. तथैव कृष् इति धातुः, कृष् इति धातुः ककारः ऋकारः, ऋकारः स्वरः अस्ति, यथा उकारः स्वरः तथैव ऋकारः अपि स्वरः. सो ऋकारः तस्य अनन्तरं मूर्धन्य शकारः. सो अन्तिमवर्णः उपधा यः संज्ञा अस्ति अन्तिमवर्णस्य साक्षात् पूर्वे यः वर्णः तस्य उपधा इति संज्ञा भवति. सो अस्मिन् धातौ ऋकारः उपधायाम् अस्ति. सो उपधायाम् अत्र ऋकारः अस्ति, ह्रस्व ऋकारः. क्रीड् इति धातु पश्यामः चेत् अत्र उपधायां दीर्घ ईकारः, तथैव जीव् इति धातुः उपधायां दीर्घ ईकारः. चूष् इति धातु अस्ति दीर्घ उकारः उपधायाम् अस्ति. अत्र दृश्यतु मृक्ष् यः धातुः अस्ति, अत्र उपधायां वदामः चेत् अत्र कति वर्णाः कः वक्तुमिच्छति, मृक्ष् इति धातौ धातौ कति वर्णाः तत्र सन्ति? कोऽपि वक्तुमिच्छति वा? चत्वारः वर्णाः, चत्वारः वर्णः अस्ति भगिनि. आम्, तत्र तस्य आवली वदतु. र क श. र नास्ति, र नास्ति, ऋकारः अस्ति. ऋकारः, अकारः, ककारः, षकारः. अकारः कुत्र अस्ति भगिनि? ऋकारः स्वरः अस्ति, सो अकारः कुत्र अस्ति? तत्र अकारः नास्ति, मकार अकारः अस्ति, ऋकारः अस्ति, ककारः अस्ति, षकारः अस्ति, अकारः अस्ति, पञ्चमवर्णः. पञ्चवर्णाः अस्तु. अत्र उपधायां कः वर्णः? श. मूर्धनि षकारः. किमर्थं चेत् अन्तिमवर्णः कः? अन्तिमवर्णः अकारः. सो अकार अन्तिमवर्णः पश्यामः चेत् तस्य साक्षात् पूर्वे यः वर्णः सः एव उपदा इति संज्ञा प्राप्नोति. सो अत्र यद्यपि अत्र दृश्यते ऋकारः उपदायाम् अस्ति, परन्तु वयं जानीमः अत्र ऋकारः उपदायां नास्ति. ऋकारः तु अत्र द्वितीयवर्णः, अत्र अकारः अन्ते अस्ति. अकारस्य साक्षात् पूर्वे तत्र मूर्धन्य षकारः. सो षकारः अत्र उपदायाम् अस्ति. अतः वयं किं वदामः, मृक्ष इति धातुः गुण अनुकूल्यं नास्ति, तत्र गुणः न भवितुम् अर्हति. तत्र प्रतिध्वनि आयाति, कृपया म्यूट् मध्ये तिष्ठतु. सो मृक्ष इति धातुः गुणकार्यं न भवितुम् अर्हति. किमर्थं चेत् अत्र अन्ते कोऽपि इ रुरु नास्ति, उपदायां कोऽपि ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः नास्ति. अतः वयं किं वदामः, धातौ गुण अनुकूल्यं नास्ति, इत्युक्ते गुणस्य कृते अनुकूल नास्ति. We can do the gunaha in the dhatu only if there is an i, i, u, u, ru, ru at the end, or if there is a i, rasvikaraha, i, u, ru in the upada place. So when I ask that whether dhatu hu guna prasangaha asti va nasti, we have to look at the dhatu hu. Ante kopi i, i, u, u, ru, ru asti va nasti. इफ् अन्ते कोऽपि इ रु नास्ति, तत्र किं पश्यामः, उपदायां कः स्वरः, उपदायां कः वर्णः, उपदायां यदि कोऽपि ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अस्ति चेदेव धातौ गुण अनुकूल्यम् अस्ति, इत्युक्ते गुणस्य कृते अनुकूलः अस्ति. अनन्तरं प्रथमे धातु पश्यामः, अनन्तरं विकरणप्रत्ययः पश्यामः. विकरणप्रत्यये किं भवति, विकरणप्रत्यये षकारः अस्ति चेत् गुणस्य कृते प्रेरयति, पकारः अस्ति चेत् तत्र कोऽपि अवरोधः न भवति, इत्युक्ते नो हिण्ड्रन्स् इस् क्रियेटेड् इफ् देर् इस् एन् अपकारः आल्सो. सो शप् इति विकरणप्रत्यये षकारः अस्ति, पकारः अपि अस्ति, सो तत्र एव तस्य कारणेन गुणः भवति. सो भुवादिगणे तत्र शपकारणेन गुणः भवति. किमर्थं चेत् तत्र पकारः इति संज्ञकः, अतः गुणस्य कृते कोऽपि बाधा न भवति. तथैव तत्र अदादिगणे, अदादिगणे शप् तु अस्ति, परन्तु शप् लुक् भवति, इत्युक्ते शप् प्रत्ययस्य सम्पूर्णतया तत्र लोपः भवति. सो तत्र यः आकृतिः अस्ति किमपि न तिष्ठति, किमपि कुत्र न तिष्ठति, धातु तिङ् मध्ये किमपि न आयाति. किमर्थं चेत् तत्र सम्पूर्ण शप् प्रत्ययस्य लुक् भवति. तथैव जिहोत्यादिगणे, तृतीयगणे तथैव तत्र भवति, शप् प्रत्ययस्य लुक् न भवति. श्लू इति एकम् अन्यत् प्रकारकः लोपः अस्ति. सो श्लू कारणेन तत्र लोपः भवति, परन्तु श्लू कारणेन एव तत्र धातौ द्वित्वं भवति, इत्युक्ते दा अस्ति, दादा भवति. सो रूपं पश्यामः चेत् तत्र धातौ उच्चारणं द्विवारं श्रूयते, ददाति इति रूपं. ददा पश्यामः चेत् अनन्तरं ती भागं पश्यामः चेत् मध्ये किमपि नास्ति. ददा इति धातुभागं, ती इति तिङ्भागं, मध्ये किमपि वर्णः नास्ति. सो यत्र यत्र धातु तिङ्मध्ये किमपि नास्ति, तत्र अस्माकम् ऊहम् अस्ति धातुः द्वितीयगणस्य वा तृतीयगणस्य द्वित्वं भवति चेत् तृतीयगणस्य द्वित्वं न श्रूयते तत्र द्वितीयगणस्य इति तत्र भिन्नता अस्ति तथैव दिवादिगणे दिवादिगणे शन् इति विकरण प्रत्ययः शकारः इति संज्ञकः शकारस्य कार्यं किम् अस्ति इति वयं दृष्टवन्तः इति संज्ञकवर्णानां तत्र प्रयोजनम् अस्ति व्याकरणशास्त्रे शकारस्य प्रयोजनं किं ते तस्य सः गुणस्य कृते प्रेरयति इत्युक्ते प्रेरणा ददाति देट् यु शुड् डु गुण इन् दिस् धातुः परन्तु तत्र पकारः नास्ति इत्युक्ते पकारः इति संज्ञकः नास्ति सो यत्र यत्र पकारस्य अभावः अस्ति तेन किं भवति पकारस्य अभावेन किं भवति गुणस्य कृते बाधा आयाति इत्युक्ते यद्यपि तत्र धातौ गुण अनुकूल्यम् अस्ति तथापि तत्र गुणः न भवति बिकास् द प्रत्ययः इस् द निमित्तं बिकास् आफ् द प्रत्ययः गुणकार्यं भवति सो यद्यपि तत्र धातौ गुण अनुकूल्यम् अस्ति तथापि तत्र गुणः न भवति इत्युक्ते तत्र पकारस्य अभावेन गुणः न भवति सो श अपगच्छति न शकारः अपगच्छति न नकारः अपगच्छति मध्ये यः य अस्ति या भागम् अस्ति यकारः अकारः सः एव प्रक्रियायां दृश्यते स्वादिगणे पञ्चमगणे किं भवति श्नु इति अत्रापि पकारस्य अभावः सो अत्रापि यद्यपि धातुः गुणानुकूल्यम् अस्ति तथापि अत्र गुणः न भवितुम् अर्हति किमर्थं चेत् पकारस्य अभावेन एतत् एव वदनीयं सो पकारस्य अभावेन अत्र गुणः न भवति सो श्नु इति प्रत्ययः शकारः अपगच्छति तस्य इत् भवति अनन्तरं नु इति भागम् अवशिष्टभागं सो यदि वयं धातुयोग नु कुर्मः चेत् तत्र किं भवति धातुयोग नु कुर्मः चेत् यः अङ्गं भवति तस्य अन्ते उकारः इदानीम् अस्ति उकारः विकरणप्रत्ययस्य भागः परन्तु तिप् प्रत्ययस्य कृते टिप् डस् नाट् सी वेदर् ऊ इस् आफ् द धातु आर् ऊ इस् आफ् द विकरण प्रत्ययः टिप् ओन्ली सीस् देट् वट् इस् वट् एवर् पार्ट् इस् दियर् बिफोर् मी वेदर् अन्ते कोऽपि इ ऊरु अस्ति वा नास्ति आर् उपधायां कोऽपि ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अस्ति वा नास्ति यदि अस्ति तत्र सः गुणं तेन कारणेन अपि गुणः भवति सो अत्र दृश्यतु चतुर्थबिन्दु तिङ् अष्टादश तिङ् प्रत्ययः समूहे अपि द्रष्टव्यं पित्वा अपित्वा सो यथा वयं शित् प्रत्यये पश्यामः पित्वा अपित्वा पित् अस्ति चेत् गुणः अपित् अस्ति चेत् गुणकार्यं न भवति तथैव तिङ्समूहे अपि द्रष्टव्यं तिङ्समूहे तिप् तस् जी सिप् थस् थ मिप् वस् मस् एते नवप्रत्ययाः पश्यामः चेत् यत्र यत्र पकारः इत् अस्ति तत्र तत्र तेन कारणेन एव गुणः सम्भवति यत्र पकारस्य अभावः तत्र गुणः न भवितुम् अर्हति सो तिप् तस् जी सिप् थस् थ मिप् वस् वस् पश्यामः चेत् एकवचने एव पकारस्य इत् अस्ति तिप् सिप् मिप् पकारः अन्ते अस्ति सो एकवचने एव इति यः उकारः श्नु यः श्नु प्रत्ययस्य उकारः अस्ति एकवचने एव सः नो भवति उकारस्य गुणः ओकारः सो एकवचने एव चिनोति भवति द्विवचने चिनुतः नु एव तिष्ठति बिकास् तत्र तस् इति प्रत्यये स कोऽपि पकारः इति संज्ञकः नास्ति सो तत्र तस् इति पकारस्य अभावेन गुणकार्यं न भवति सो रूपं पश्यामः चेत् तत्र ची इति धातुः नु इति विकरणप्रत्ययस्य भागः तः इति तिङ्प्रत्ययस्य भागः द्विवचने सो चिन्नु तः इति भवति सो एकवचने यत्र यत्र पकारः अस्ति तत्र एव गुणः भवति तिङ्समूहे अपि सो यत्र यत्र प्रत्ययः शित् अस्ति इत्युक्ते यस्मिन् प्रत्यये शकारः इति संज्ञकः तत्रापि द्रष्टव्यं पकारः अस्ति वा नास्ति नास्ति चेत् गुणः न भवति अस्ति चेत् गुणः भवति तथैव तिङ्समूहे तिङ्समूहे अपि पश्यामः पकारः अस्ति वा नास्ति, पकारः अस्ति चेत् गुणः भवति, पकारः नास्ति चेत् गुणः न भवति। परन्तु वी हाव् टु सी सी भुवादिगणे अन्ते अकारः अस्ति, धातुयोग अकारः भवति, सो भुवादिगणे तिप् प्रत्ययस्य कारणेन अन्ते स्थितस्य अकारस्य गुणः तु न भवति एव। सो तत्र धातु अङ्गं गुण अनुकूल्यं नास्ति। परन्तु नू इति यः भागम् अस्ति, नू योजयामः चेत् तत्र धातु अङ्गं बिकम्स् गुण अनुकूल्यं, बिकास् अन्ते उकारः अस्ति। सो एकवचने दिस् उकारः बिकम्स् नो, परन्तु द्विवचने अपि च बहुवचने तत्र नु एव तिष्ठति, नकारः उकारः एव तिष्ठति। देट् इस् वै वी हेव् टू टैप्स् आफ् आकृति ओवर् हियर्, अन्यथा तत्र एकम् एव आकृति अस्ति। परन्तु यु हेव् टु अण्डर्स्टाण्ड् द कान्सेप्ट् वै वी हेव् टू रूपास् फार् स्वादिगणः, बिकास् अन्ते यः उकारः अस्ति एकवचने सः ओकारः भवति, सो चिनोति इति रूपम्। परन्तु द्विवचनं पश्यामः चेत् तत्र नु एव तिष्ठति। अस्तु, इदानीं तुदादिगणः, तुदादिगणः श इति विकरणप्रत्ययः, शकारः अपगच्छति, अ इति आकृतिः अस्ति, सो तत्र अपि शकारस्य पकारस्य अभावेन गुणः न भवति। यद्यपि तत्र गुण अनुकूल्यं धातु गुणसम्भावना अस्ति, तथापि तत्र श इति पकारस्य अभावेन गुणः न भवति, लिख् लिख् एव तिष्ठति, लिख् लेख् न भवति। सो मिलति, मिल् अपि धातु अस्ति, मिल् यः धातु अस्ति अन्ते लकारः अस्ति, लकारस्य साक्षात् पूर्वे ह्रस्व इकारः, तथापि तत्र मिल् मेलन भवति। कारणं किम् अस्ति, श इति प्रत्ययः अपित्वात् इत्युक्ते अपित् प्रत्ययः अस्ति, यस्मिन् पकारः इत् न सः अपित्, सो श इति प्रत्ययः अपित् कारणेन अत्र मिल् मिल् एव तिष्ठति, मिल् मेल न भवति, गुणकार्यं न भवति। रुदादिगणे श्नम् इति विकरणप्रत्ययः अस्ति, तत्र मकारस्य यः प्रयोजनम् अस्ति, पाणिनिना मकारस्य इत्संज्ञक मकारस्य प्रयोजनं किम् अस्ति, यः अवशिष्टभागः सः अन्तिम स्वरे अनन्तरम् एव आयाति। तत्र एकम् अन्यत् धातु इदानीं वयं पश्यामः, तत्र कानिचन धातवः सन्ति यस्मिन् ह्रस्व अकारः इकारः इत्संज्ञकः अस्ति, सो तेषां धातूनां कृते पाणिनिना किं कृतम्, इदितो नुम् इत्युक्ते तत्र नुम् आगमः भवति, नकारस्य आगमः भवति। नुम् पश्यामः चेत् नकारः उकारः मकारः, तत्र अपि नुम् इति आदेशे मकारः इत्संज्ञकः, सो यत्र यत्र व्याकरणशास्त्रे मकारः आदेशे अपि च प्रत्यये मकारः इत्संज्ञक अस्ति तस्य विशिष्टप्रयोजनम् अस्ति, इट् हेज़् अ वेरि टिपिकल् कार्य। द आगमः कुत्र भवति, अन्तिम स्वरस्य अनन्तरम् एव भवति, अच् मिदचो अन्त्यात् परः, अन्तिम अचः यः अस्ति, अन्तिम स्वरः यः अस्ति, तस्य परे एव सः आगमः भवति। सो अत्रापि यः न इति भागमस्ति, नकारः अकारः, सः कुत्र आयाति, धातौ यः अन्तिम स्वरः तस्य अनन्तरम् एव न इति भागं श्रूयते। सो अत्र विशिष्टं किम्, अत्र यः विकरणप्रत्ययस्य भागः सः धातु तिङ् मध्ये न आयाति, सः धातौ यः अन्तिम स्वरः तस्य अनन्तरम् एव आयाति इति रुदादिगणे विशिष्टम्। तनादिगणे ऊ इति विकरणप्रत्ययः, ऊ इति प्रत्ययः शित् न इत्युक्ते अत्र कोऽपि शकारः इत्संज्ञकः नास्ति, सो अत्र कोऽपि आवश्यकता एव नास्ति, पकारः अस्ति वा नास्ति, सो कुत्र पकारः अस्ति वा नास्ति इति पश्यामः, केवलं शित् प्रत्यये एव पश्यामः, शित् प्रत्यये अपि च तिङ्समूहे पश्यामः पकारः अस्ति वा नास्ति, अत्र तु तादृशचिन्तनम् एव नास्ति। सो ऊ इति प्रत्ययः भिन्नप्रकारकः प्रत्ययः, शित् न तिङ् न, सो ऊ इति प्रत्ययस्य कारणेन अपि धातौ गुणः भवति, इत्युक्ते तनादिगणे अपि विकरणप्रत्ययस्य कारणेन गुणः भवति। सो तनादिगणे एकं धातु अस्ति कृ, करोति इति रूपं, सो ऋकारस्य गुणः तत्र अर् भवति, कर् भवति, अनन्तरम् उ योजयामः चेत् करु भवति, क र उ, उ इति भागं विकरणप्रत्ययस्य भागं, करु यथा भवति अनन्तरं तिप् प्रत्ययः आयाति, सो एकवचने करोति इति रूपम्। उकारस्य गुणः ओकारः, कर् ओति, करोति इति रूपम्। सो तनादिगणे अपि विकरणप्रत्ययस्य कारणेन गुणः सम्भवति, यथा भुआदिगणे विकरणप्रत्ययस्य कारणेन गुणः भवति, तथापि तनादिगणे अपि ऊ प्रत्ययस्य कारणेन गुणः भवति। सो एकवचने ओ भवति, किमर्थं चेत् तिङ्समूहे केवलम् एकवचने एव पकारः अस्ति, अन्ये तु पकारः नास्ति, अतः एकवचने उ ओ भवति, अन्यस्मिन् प्रत्ययस्य विषये उ एव तिष्ठति। क्रयादिगण सरलमस्ति, शना श्ना इति विकरणप्रत्ययः, श अपगच्छ शकारः अपगच्छति, ना इति भागः धातु तिङ् मध्ये ना इति भागः श्रूयते। सो धातु पश्यामः, अनन्तरं तिप् प्रत्यय पश्यामः, मध्ये न श्रूयते चेत् क्रयादिगणस्य धातुः। चुरादिगणे अपि वैशिष्ट्यम् अस्ति, इत्युक्ते विशिष्ट तत्र लक्षणम् अस्ति, तत्र वैशिष्ट्यं किं, तत्र न केवलं विकरणप्रत्ययः आयाति, परन्तु विकरणप्रत्ययस्य पूर्वे एकम् अन्यत् प्रत्ययः आयाति, निच् इति प्रत्ययः। निच् इति प्रत्ययः अपि ऊ प्रकारकः विकरणप्रत्ययः, इत्युक्ते अस्मिन् प्रत्यये अपि कोऽपि षकारः इत्संज्ञकः नास्ति, अपि च निच् इति प्रत्ययः तिङ्समूहे न आयाति, तिप्तस्जि सिप्थस्थ मिप्पस्म तत्र कोऽपि निच् प्रत्ययः नास्ति, अष्टादश तिङ्समूहे अपि निच् प्रत्ययः न आयाति। सो निच् अपि प्रत्ययः विशिष्टप्रत्ययः, शित्ना तिङ्ना, सो एतस्य कारणेन अपि गुणः सम्भवति, परन्तु कुत्र, केवलम् उपदायां। सो उपदायां रस्व इ रस्व उ रस्वरु अस्ति चेदेव निच् कारणेन गुणः भवति। इदानीं प्रश्नः आयाति, निच् कारणेन किमर्थम् अन्ते स्थितस्य इ इ उ ऊ रुरु तस्य गुणः न भवति? सः वयं सूत्र यदा निच् प्रत्ययस्य कृते यः सूत्रम् अस्ति, सूत्रं पश्यामः चेदेव ज्ञातुं शक्यते। इदानीम् एतत् एव तत्र स्मर्तव्यं, चुरा निच् कारणेन केवलम् उपदायां स्थितस्य रस्व इकवर्णस्य गुणः भवति, अन्ते स्थितस्य इकवर्णस्य तु तत्र वृद्धिः करणीयम् इति तत्र तादृशसूत्रः अस्ति। सो निच् कारणेन अपि तत्र किं भवति, धातौ गुणः सम्भवति, परन्तु कुत्र, केवलम् उपदायां। यू शुड् नो डौन् द पायिण्ट्स् बिकास् दे विल् हेल्प् यू लेटर् वेन् वी डू द सूत्र आधारेण यदि वयं चिन्तनं कुर्मः तत्र यू विल् गेट् दिस् हेल्प्। सो अत्र निच् इति प्रत्यये नकारः अपगच्छति, चकारः अपगच्छति, मध्ये यः इकारः अस्ति सः अवशिष्टभागः। सो धातुयोग ई कुर्मः चेत् अन्ते इकारः आयाति, बिकास् दिस् विल् कम् एट् द एण्ड् आफ् द धातुः, इकारः, निच् प्रत्ययस्य भागः इकारः। सो शप् प्रत्ययस्य कृते सर्वदा तत्र इकारः अस्ति, सो अत्र द्विवारं गुणः सम्भवति। प्रथमे तु निच् प्रत्ययस्य कारणेन उपदायां गुणः, अनन्तरं शप् प्रत्ययस्य कारणेन अन्ते स्थितस्य इकारस्य गुणः। सो वयं जानीमः गुणः कस्य भवति, इ इ स्थाने ए आयाति, उ उ स्थाने ओ आयाति, रु रु स्थाने आर् इति आदेशः भवति गुणकार्ये। सो अत्रापि चुरादिगणे आधौ किं भवति, निच् कारणेन उपदायां गुणः, चुर् चोर् भवति, कारणं किम् अस्ति, निच् इति प्रत्ययः, अनन्तरं चोरी इति अङ्गं शप् प्रत्ययस्य कृते चोरी इकारः निच् प्रत्ययस्य भागः। सो चोरी इति भवति, शप् प्रत्ययः किं पश्यति, शप् प्रत्ययः पश्यति अङ्गस्य अन्ते इकारः अस्ति, अतः अत्र शप् कारणेन चोरे भवति, चोरे इकारस्य गुणः ए। सो शप् कारणेन अत्र अन्ते स्थितस्य यः निच् प्रत्ययस्य इकारः अस्ति that changes into ekarah. Anantaram echo yavayavah iti sutrena tatra ekarasya sthane ai iti adeshah shap pratyasya avshisht bhagah akarah so aya iti bhagam antato gatva tatra aya iti bhagam dhatu ting madhye aya iti bhagah ayati. Because this e will always come at the end. Yat kimapi dhatu tatra bhavet churadi gane. Dhatu plus nich, dhatu plus nich, dhatu plus nich. Whenever we will add this nich pratyaha, that ikaraha will, yat kimapi dhatu bhavet tatra ikaraha to ante eva ayati. So shap pratyasya krite shap kim pashyati ikarah pashyati, so it does the gunaha of ikara at all the for all the dhatus ikarasya gunaha e bhavati. Anantaram e yoga a kurmaha a kutrayati shap pratyasya bhagah a, so e yoga a kurmaha che tatra aya iti bhagah a sarvadha ayati itukte sarveshu dhatushu krite aya iti bhagah tatra nishpadyate. Nichkarnena kutrichit chur chor bhavati kutrichit dhatu tathev tishthati. Yadi tatra upadayam kopi i i u u ru nasti tatra saha dhatu tathev tishthati. So parantu dhatuhu plus ting madhye tatra sarvada aya iti bhagah ayati. So lati rupam pashyamah chet yatra yatra aya iti bhagah shruyate tatra asmakam uham asti dhatu churadiganasya dhatuhu. Astu idanim paryantam aham chintayami etat spashtam iti for all the it is spashta, even though if you have any prashnah, because we are going to finish this adhyay today. So if you have any question, kindly ask. Otherwise, we will go to the abhyasa. Etat sarvam spashtam va. Bhagini. Prachatu. एकवारं पुनः विवरणं ददाति वा कृष्धातु विषये? अच्छा मृक्ष, अस्तु अस्तु अस्तु, एकनिमिषः. वैट् बोर्ड् दृश्यते वा? अत्र दृश्यतु. सि इन् व्याकरणशास्त्रे वी हेव् दिस् कैण्ड् आफ् लेटर् अल्फाबेट्. संस्कृतवर्णमाला पश्यामः चेत् तत्र एकं वर्णः अस्ति क्ष, द्वितीयः वर्णः अस्ति त्र, एकं वर्णः अस्ति ञ. We have now the script is like that. We have this also. These are called sanyukta aksharah. Sanyukta ityukte tatra jaha vyanjan asti. Yadi if there is no swarah between two vyanjanas, suppose we have here it is kakarah plus murdhanya shakarah अन्ते अकारः. सो दिस् लेटर् इस् मेड् अप् आफ् थ्री लेटर्स्. वन् इस् व्यञ्जन ककारः इस् अ व्यञ्जनवर्णः, मूर्धन्यषकारः इस् अ व्यञ्जनवर्णः, अन्ते अकारः अस्ति. अकारः तु स्वरः अस्ति. सो ककारः व्यञ्जनः, षकारः व्यञ्जनः. वेन् देर् इस् नो स्वरः बिट्वीन् टू व्यञ्जनास् इट् बिकम्स् अ संयुक्त व्यञ्जनः. वी काल् इट् अ संयुक्त व्यञ्जनः, कञ्जण्ट् लेटर्. सो क्ष मूर्धन्य क्ष अस्ति, क्ष क्ष इति मूर्धन्य नास्ति, क्ष इति लेटर् कञ्जण्ट् लेटर् अस्ति. इत्युक्ते अस्मिन् यः लेटर् अस्ति तत्र ककारस्य षकारस्य संयोजनम् अस्ति. सो क्ष वदामः, क इस् वेरि हाफ् सौण्ड्, देन् मूर्धन्य श, सिन् श हेज़् एन् अ, सो इट् लुक्स् लैक् श, क्ष तथैव त्र इति भागं तकारः रकारः अन्ते अकारः सत्र अत्रापि संयुक्त अस्ति तकारस्य अपि च रकारस्य रेफस्य संयुक्तः ज्ञ ज्ञ यः अस्ति ऐ हेव् अ प्रोब्लम् इन् स्पीकिङ्ग् दिस् लेटर् ज्ञ जकारस्य अपि च ञकारस्य च छ ज ज न चकारस्य पञ्चमवर्णः तस्य संयोगः सो अस्मिन् लेट् अल्फाबेट् अपि तत्र त्रीणि वर्णानि जकारः ञकारस्य संयोगः एते द्वौ व्यञ्जनानि अन्ते अकारः द्य इति यः अस्ति सः दकारः अपि च यकारः अन्ते अकारः इफ् वि सी ए दिस् टैप् आफ् चिह्नः बिलो ए लेटर् इट् मीन्स् देट् it does not have any swara with this. If I write tra below chinha like this, then this will go out. So this means that atra rakaraha api hala asti. There is no vowel attached with ra also. When I put a line like this, I put a kakarasya adho bhage chinham drishyate ataha what we need to understand is that there is no vowel associated with ka. That is why this small line is put below a vyanjan. Whenever a small line is put below a vyanjan, it means that no swaraha is associated with this letter. So ta iti ta hal, if I need to write ta hal, I will put a line like this. So this indicates that there is whenever there is ki, suppose it is ki, so kakarasya saha tatra dheerga ikarah asti. So here I will not put a letter with this, I will not put this chinha under below this kakarah, because it already has a swarah. So yatra yatra vyanjanasya saha kopi swarah nasti, tatra eva vayam etadrishah chinnam tatra adho bhage vayam तत्र करोति. सो इदानीं मृक्ष इति धातुः मृक्ष इति धातुः नो आप्शन् आफ् इरेसिङ्ग् आल् न. सो मृक्ष इति धातुः यः अस्ति इदानीं तत्र प्रश्नः अस्ति उब्दायां कः वर्णः. सो इदानीं म योग रु रु इस् अ स्वरः. The way we have a symbol for akarah, akarasya symbol asti etadrishah dandah. Dirgha ikarasya yah symbol asti saha asti etadrishah. Rasva ikarasya ka yoga e kurmaha chet, it comes at the end. Dirgha comes at the other side. तथैव रुकारस्य यः सिम्बल् अस्ति सः अस्ति एतादृशः. बिल्लो एतादृशः चिह्नं कुर्मः चेत् रुकारस्य स्वरः अनन्तरं वृक्ष क्ष. सो इफ् ऐ डु द वर्णविच्छेदः इफ् ऐ डु द वर्णविच्छेदः हौ विल् ऐ रैट् दिस् टेक्स् लाट् आफ् टैम्. वर्णविच्छेदः इस् makarah. Since I am taking this rukarah out, so I will have to make a line below this makarah, because I am taking it is swarah out, vowel I am taking out. This is rukarah. Rukarasya yah chinnam asti sah etadrisha chinnam asti. Rukarah api swarah a a i e u u ru ru ru iti symbol asti etadrisha. Anantaram idanim aham janami क्ष इति भागे के वर्णः. ककारः हल् अनन्तरं मूर्धन्यषकारः हल् अनन्तरम् अकारः. अत्र कोऽपि दण्डं न दृश्यते अतः अकारः अपि अस्ति. सो अत्र उपधायां पश्यामः चेत् अन्ते अकारः अन्तिमवर्णस्य साक्षात् पूर्वे अत्र षकारः. सो अत्र उपधायां मूर्धन्यषकारः अस्ति. अत्र उपदायां रु इति स्वरः नास्ति. यद्यपि अत्र रु दृश्यते तथापि वयं जानीमः क्ष इति यः लेटर् अस्ति तत्र त्रीणि वर्णाः ककारः शकारः अकारः. सो धातौ गुण अनुकूल्यं नास्ति. इत्युक्ते धातौ अन्ते कोऽपि इ उ अस्ति चेत् गुणानुकूल्यम्. उपदायां कोऽपि ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अस्ति चेत् गुणानुकूल्यम्. अत्र तु अन्ते अकारः अतः अन्ते अपि गुणानुकूल्यं नास्ति. उपदायाम् अपि तत्र मूर्धनि शकारः शकारस्य तु गुणः न भवति एव. सो अत्र धातौ गुणानुकूल्यं नास्ति. स्पष्टं वा भगिनि? आं भगिनि, किञ्चित् संशयम् आसीत् किमर्थं कर्षित् धातु कर्षति भवति मृक्ष न भवति इति इदानीम् अवगतं भगिनि. धन्यवादः. कर्ष इति धातुः तु अन्ते तत्र मूर्धनिषकारः एव. सो षकारस्य पूर्वे तत्र ऋकारः. सो अत्र एकम् एव वर्णः अस्ति कृष् इति धातुः. सो इट् बिकम्स् कर्षति. उपदायाम् अत्र ह्रस्वऋकारः, परन्तु अत्र उपदायां ह्रस्वऋकारः नास्ति. यद्यपि अत्र दृश्यते परन्तु इदानीं वयं जानीमः क्ष इति यः अस्ति संयुक्त अक्षर अस्ति. अस्मिन् वर्णे तत्र त्रीणि वर्णानि त्रीणि वर्णानां समूह इति अस्ति संयुक्त अक्षरे. सो अत्र उपदायां गुणः न भवितुम् अर्हति. इदानीम् अभ्यासस्य प्रति गच्छामः. तत्र वयं जीवपर्यन्तं कृतवन्तः. जीवपर्यन्तम् इदानीं झटति वदतु क्षीविषये कः वक्तुमिच्छति? सरलमस्ति. स्वयम् अग्रे आगच्छतु. अत्र आं भगिनी वदतु. क्षीणोति पञ्चमगणे अस्ति, गणस्य स्वादिगणे अस्ति. किमर्थं? पञ्चमगणे विकरणप्रत्ययः अस्ति श्नु. विकरणप्रत्ययस्य आकृतिः भवति नु अथवा नो. गुणः भवति क्षीणोति तथा पञ्चमगणे अस्ति. अत्र नकारस्य मूर्धन्यनकारः इति नकारः भवति. किमर्थं? नत्वं, हा नत्वं भवति. शकारः अस्ति इत्युक्ते आम् मूर्धन्यशकारस्य कारणेन अत्र दन्त्य न चेञ्जस् इन्टु मूर्धन्य न. आम् सो अत्र नो इति भागः विकरणप्रत्ययस्य भागः. धातु तिङ् मध्ये नो श्रूयते अतः तत्र किम् अस्ति? कः गणः? आम् दा विषये वदतु. दा ददाति. अत्र द्वित्वं दृश्यते तथा तृतीयगणे अस्ति. प्रथमे किं पश्यामः? धातु तिङ् मध्ये किमपि अस्ति वा नास्ति? धातु तिङ् मध्ये किमपि भागम् अस्ति वा? नास्ति. अतः धातुः अदादिगणस्य धातु वा द्विवादिगणस्य धातु, परन्तु अत्र द्वित्वं श्रूयते अतः तृतीयगणस्य धातुः. द्वन् विषये अपि वदतु. द्वन् ध्वनयति लट्लकारे रूपमस्ति. अत्र अय दृश्यते. अय इति विकरणप्रत्ययस्य आकृति चुरादिगणे अस्ति. अत्र गुणः न भवति. उपदायां किमपि उपदायाम् अकारः अस्ति. अकारः अकारः अस्ति तथा ध्वनयति अकारस्य गुणः तु न भवति अकारस्य तु गुणः न भवति अतः अत्र केवलम् अय इति भागः सो दशमगणः सम्यक् भगिनि सम्यक् साधु मुच् विषये कः वक्तुमिच्छति गिरिजा भगिनी अस्ति वा गिरिजा अहं वदामि वा भगिनि आं वदतु वदतु भगिनि मुच् विषये मुच् मुच् धातुः उपधा उ अस्ति म योगे उ योगे च अस्ति अतः उपधा उ अस्ति तस्य गुणः भवति गुणं भूत्वा मो मोच इति भवति लटिरूपं पश्यतु भगिनि लटिरूपे किम् अस्ति न दृश्यते भगिनि स्क्रीन् दृश्यते वा न भगिनि ओ स्क्रीन् न दृश्यते एकनिमिषः अहं शेर् करोमि गुणः न भवति चेत् मुञ्चति भवति भो प्रायः इदानीं दृश्यते स्क्रीन् इदानीं दृश्यते वेब्सैट् दृश्यते उपाधि उपधा उकारः अस्ति परन्तु धातोः गुणः न दृश्यते अतः उपाधिगुणः नास्ति नकारः दृश्यते मुञ्चति इति नकारः दृश्यते अतः नकारः कुत्र आगच्छति रुदादिगणे भवति रुदादिगणे नकारः धातोः मध्ये एव आगच्छति अतः मुच् इति अन्तिम अच् वर्णस्य परे आगच्छति न न अत्र अत्र एतादृशचिन्तनं नास्ति अहं किम् उक्तवती प्रथमे किं करणीयं धातु तिङ् मध्ये अत्र कः भागः श्रूयते धातु यु सेपरेट् द धातु भाग् मुच् धातुः मुञ्च् भवति न न तत्तु भिन्नवार्ता मुच् कथं मुञ्च् भवति देट् इस् सेपरेट् वी हेव् नाट् डिस्कस्ड् देट् What I am asking is that Dhatu Ting Madhe Kha Bhaag Ha? Dhatu Ting Madhe Nakara Ha Shruyate, Munchati. Na, Kutra Munchati Dhatu Ting Madhe Kha Bhaag Ha? Munch? Chakara Ha? Hana? Chakara Ha Shruyate Kha Bhaag Ha? चकारस्य अनन्तरं कः वर्णः भगिनी चकारस्य अनन्तरं मुञ्चति इति रूपं पश्यामः चेत् चकारस्य अनन्तरं कः वर्णः न न अकारः अकारः श्रूयते मुञ्चति अति मुञ्चति धातु तिङ् मध्ये कः भागः प्रथमे तं पश्यामः धातु तिङ् मध्ये कः भागः इदानीम् अकारः धातु तिङ् मध्ये अकारः अस्ति सो अकारः कुत्र कुत्र भवितुम् अर्हति अकारः अन्ते एव भवितुम् अर्हति न अकारस्य कस्य कस्य आकृति अकारः अस्ति कस्य कस्य गणस्य धातु तिङ् मध्ये अकारः कुत्र कुत्र श्रूयते भवादिगणे अपि च सुधादिगणे सो धातु तिङ् मध्ये भागं पश्यामः चेत् अकारः अस्ति सो अस्माकम् ऊहां वट् वी कन्क्लूड् इस् देट् ऐदर् द धातु बिलाङ्ग्स् टु द भुवादिगणः आर् द धातु बिलाङ्ग्स् टु द षष्ठं गणः तुदादिगणः आम् मध्ये नकारः अस्ति तत्र धातु आदेशः अहम् उक्तवती पूर्वे इदानीम् उक्तवती तत्र धातु आदेशः अपि भवितुम् अर्हति अत्र धातु यः मूलरूपम् अस्ति सः अस्ति मुचिङ् अत्र ह्रस्व इकारस्य अपि इति भवति. सो यत्र यत्र धातोः ह्रस्व इकारस्य इति भवति तत्र इदितो नुम् इति एकं सूत्रम् अस्ति. तेन सूत्रेण किं भवति, नकारस्य आगमः भवति. सो नुम् इति धातु मित् अस्ति, अतः उकारस्य अनन्तरं नकारः आयाति, मुञ्च् भवति. मुच् बिकम्स् आफ्टर् धातु आदेशः दिस् मुञ्च् मुच् बिकम्स् मुञ्च मुञ्च. मुञ्च् इति विषये वयं तु वयं तु न जानीमः. वट् एवर् वी नो वी हेव् टु फिक्स्ड् अवर् दिस् चर्चा टु देट् ओन्ली न देट् इस् वै ऐ आस्क्ड् धातु तिङ् मध्ये कः भागः. अकारः अकारः कुत्र कुत्र आयाति? भुवादिगणे आयाति. आम्, सो मुञ्च् इति धातुः अकारः श्रूयते. अत्र गुण आनुकूल्यं नास्ति, परन्तु इदानीं लटिरूपं पश्यामः चेत् तदेव ज्ञातुं शक्यते. ऐदर् द धातु बिलाङ्ग्स् टु द भुवादिगणः आर् द धातु बिलाङ्ग्स् टु द षष्ठं गणः प्रथमगणः. सो लटिरूपं पश्यामः चेत् तावत् एव ज्ञातुं शक्यते. अनन्तरं तत्र किम् अस्ति, अनन्तरम् अत्र तु धातुः यदा मुञ्च् भवति तत्र गुणस्य तत्र सम्भावना एव नास्ति. सो गुणं दृष्ट्वा न वक्तुं शक्यते धातुः भुवादिगणस्य वा तुदादिगणस्य. इदानीं चर्चा किम् अस्ति, यत्र यत्र गुणः सम्भावना नास्ति तत्र शत्रन्तरूपे एव तस्य यः उत्तरम् अस्ति तत्र एव प्राप्तुं शक्यते. सो मुञ्चति यः शत्रन्तरूपम् अस्ति तत्र नकारः विकल्पेन आयाति तुदादिगणे, परन्तु भुवादिगणे नकारः शत्रन्तरूपे स्त्रीलिङ्गे नित्यम् आयाति. सो मुञ्चति यः रूपम् अस्ति स्त्रीलिङ्गे, मुञ्चन्ति अपि च मुञ्चति इति रूपं भवति. सो शत्रन्तप्रकरणे एव पश्यामः चेदेव ज्ञातुं शक्यते मुञ्च इति धातुः कस्मिन् गणे अस्ति. इदानीं तु एतत् एव वक्तुं शक्यते धातुः भुवादिगणस्य अथवा तुदादिगणस्य. सो शत्रन्तरूपे तत्र किम् अस्ति, मुञ्च् इति धातुः मुञ्चति अपि रूपं, मुञ्चति अपि रूपं, नकारस्य विहाय अपि रूपं, नकारस्य सह अपि रूपम्. अतः धातुः षष्ठं गणस्य, किमर्थं चेत् षष्ठं गणे तुदादिगणे शत्रन्तप्रकरणे स्त्रीलिङ्गे तत्र रूपद्वयं तत्र अस्ति, भुवादिगणे तु एकम् एव रूपः अस्ति. तत्र यः पठति पठन्ति एव रूपं, तत्र पठन्ति अपि च पठति इति रूपं नास्ति, तत्र एकम् एव रूपः. अतः लटिरूपं पश्यामः चेत् न ज्ञातुं शक्यते धातुः भुवादिगणस्य वा तुदादिगणस्य, परन्तु शत्रन्तप्रकरणं पश्यामः चेत् तत्र मुञ्चति अपि रूपं, मुञ्चति अपि रूपम्. सो रूपद्वयम् अस्ति, अतः मुञ्च् इति धातुः षष्ठं गणस्य धातुः, न तु भुवादिगणस्य धातुः. सो वी हेव् टु फस्ट् सी धातु तिङ् मध्ये कः भागः. अत्र अकारः अस्ति, सो बेस्ड् आन् देट् ओन्ली वी विल् कन्क्लूड् देट् ऐदर् द धातु बिलाङ्ग्स् टु द प्रथमगणः आर् षष्ठं गणः. अकारस्य कारणेन एव वी गो टु भुवादिगणः आर् तुदादिगणः. अत्र यद्यपि न इति श्रूयते, परन्तु यत्र यत्र सप्तम गणस्य धातुः अस्ति, अत्र पश्यतु कुत्र एकं धातुः, हा अत्र क्षुद् इति धातुः, अत्र नकारः उकारस्य अनन्तरम् आयाति, दकारस्य परिवर्तनं त. सो धातु तिङ् मध्ये किमपि अन्यत् नास्ति, अत्र देर् इस् ओन्ली वन् एक्स्ट्रा लेटर् देट् इस् नकारः एण्ड् देट् इस् सम्पूर्णनकारः, इत्युक्ते तस्य सह अकारः अपि अस्ति and it is at the antim achasya pare nakarah na iti bhagah so atra eva vayam vaktum shakyate atra dhatu ting madhe kimapi nasti atra yaha nakarah asti antim sware pare ayati सो अत्र एव सप्तमगणस्य धातुः परन्तु अत्र मुञ्चीति धातुः यद्यपि अत्र नकारः श्रूयते परन्तु अत्र अकारः अपि अस्ति धातुतिङ् मध्ये अपि अकारः अपि अस्ति सो तत् तं दृष्ट्वा एव वक्तुं शक्यते भुवादिगणस्य वा तुदादिगणस्य बिकास् अकारः अपि अस्ति तत् उपरितो अकारः नास्ति एव तत्र तकारस्य साक्षात् अनन्तरं ति इति भागः अत्र तु धातुतिङ् मध्ये अकारः अस्ति अतः अकारं पश्यामः चेत् भुवादिगणस्य अथवा तुदादिगणस्य अस्तु सो वि नीड् नाट् कन्सिडर् नकार आफ्टर् मु सो रुदादिगणानु वी शुड् कन्सिडर् न बिकास् न इस् हल् If it is a Rudadiganasya Dhatu, then this Na will be Sampurna. This will be Akarasya Saha. Atra Na Sakshat Anantaram Cha Api Asti. Na Sakshat Anantaram Chakaraha. Atra Akaraha Na Asti. Atra Akaraha To Shruyate, Parantu Saha Dhatu Ting Madde Shruyate. Nakarasya Saha Akaraha Na Asti. Shatranta Srilinga Pratyaya Kaha Asti? Munchanti Va? Haan, Munchanti. अपि च भुवादिगणे तत्र रूपद्वयमस्ति नकारस्य विना अपि अस्ति नकारस्य सह अपि अस्ति नकारः विकल्पेन आयाति तुदादिगणे परन्तु भुवादिगणे नकारः नित्यम् आयाति स्त्रीलिङ्गे एकम् एव रूपः आम् पृच्छतु कः कः प्रश्नः अस्ति पृच्छतु भगिनि कोऽपि प्रश्नः अस्ति वा अवगतम् I was explaining Munchati, so I was... Aam. So, atra yaha, yadhyapi atra ukarasya anantaram nya iti bhag, nakaraha shruyate, parantu saha na na asti, saha na asti, na munch, kevalam na asti, tasya saha akaraha na asti. So, saptama gane na saha na asti. Bhadi gane asti va? नो एतत् धातुः षष्ठं गणे अस्ति मुच् इति धातुः षष्ठं गणस्य धातु बिकास् शत्रन्ते तत्र रूपद्वयम् अस्ति यत्र रूपं द्वयम् अस्ति तत्र सुदादिगणस्य धातुः यत्र एकम् एव नकारस्य सह रूपम् अस्ति सः तत्र भुवादिगणः भुवादिगणे शत्रन्तप्रकरणे स्त्रीलिङ्गे नकारः नित्यम् आयाति इत्युक्ते वी डोण्ट् हेव् ए विकल्प् ओवर् देयर् परन्तु तुदादिगणे नकारः विकल्पेन आयाति मम इच्छा अस्ति चेत् ऐ केन् रैट् ए शत्रन्तरूपं विद् नकारः और् विदौट् नकारः परन्तु भुवादिगणे नित्यं तत्र नकारः आयाति आयाति तत्र गण एव सुदादिगणः तत्र गण एव ग्रहणं करोति वा वेनेवर् वि हेव् प्राब्लम् देन् वेन् विकल्पेन नकार आगच्छति तत्र गण एव इट् बिलाङ्ग्स् ओन्लि दट् नाट् भवादिगण आम् इट् बिलाङ्ग्स् ओन्लि तुदादिगणः बिकास् वी हेव् अ विकल्पः इन् द तुदादिगण आल्सो ओन्लि फार् भुवादिगणे धातुः तत्र नकारः नित्यम् आयाति एकम् एव रूपः अस्ति वेरेवर् विकल्पेन आगच्छति तत्र गणम् एव वि हेव् टु कन्सिडर् रैट् गणम् एव वि हेव् टु कन्सिडर् ऐ डिड् नाट् गेट् देट् मुञ्चति भगिनी यू केन् रैट् एस् ऐदर् चलति आर् चलन्ति द्वयमपि लिखितुं शक्यते षष्टमगणे परन्तु प्रथमगणे सदा सदा भवन्ति एव लेखनीयं तत् तत्र द्वयमपि द्वयरूपमपि शक्यते षष्टमगणे परन्तु प्रथमगणे तत् न शक्यं प्लीस् ऐ एम् नाट् आस्किङ्ग् देट् What I am asking is, if the, in Dhatu, when Nakara, in Chatranta Pratyaha, नकारः विकल्पेन आगच्छति तत्र धातु एव गणनीयम् अथवा नित्यनकारः अस्ति तत्र गणनीयम् No, no, I'm not getting what you are asking. Your question. Nakarah in body. No, no, no. This we are not discussing about this nakarah. Idito num nakarasya vishaye vayam tatra vartha eva nasti. Yatrita pratyaha nakarah vikalpena agachati tatra ganah eva this munchati belongs, right? Aam. If it is nakara nitya bhavati tarhi that gana it doesn't belong. That is what I want to know. When we consider kshatriya this munch will always become munch for whatever karya you whether you want to add tip whether you want to add shatru this munch will always become munch because that is a dhatu adeshah prathame eva bhavati yat kimapi rupam kridant rupam va tatra ye tingant rupam va so this munch will always become first munch anantaram shatru pratyah yojyamah chet tatra kim bhavati shatru iti pratyaye at iti avshisht bhagah इत्युक्ते शकारः अपगच्छति रुकारः अपगच्छति तत्र अत् इति अवशिष्टभागः सो मुञ्च योग अत् सो मुञ्चत् इति प्रातिपदिकं निष्पद्यते यदा मुञ्चत् इति प्रातिपदिकं निष्पद्यते तत्र किं भवति तत्र यः मुञ्चत् तत्र शप् अपि आयाति मुञ्च अत् परन्तु तत्र एकः अकारस्य लोपः भवति तो मुञ्चत् इति प्रातिपदिकं तकारान्त् प्रातिपदिकं भवति स्त्रीलिङ्गे तत्र वन्स् इट् बिकम्स् अ प्रातिपदिकं तत्र किम् अस्ति वी हाव् टु मेक् द रूपास् शब्दरूपास् सो तत्र पुल्लिङ्गे अपि रूपं स्त्रीलिङ्गे अपि रूपं नपुंसकलिङ्गे अपि तस्य रूपः भवितुम् अर्हति सो मुञ्चत् यः मुञ्चत् इति तकारान्त् प्रातिपदिकम् अस्ति स्त्रीलिङ्गे सिन्स् दिस् धातु बिलाङ्ग्स् टु द भुवादिगणः तत्र रूपद्वयम् अस्ति मुञ्चति एकवचने स्त्रीलिङ्गे एकवचने मुञ्चति दीर्घ इकारः अन्ते मुञ्चति अपि रूपं मुञ्चति ति अपि रूपं नकारस्य विहाय अपि रूपं सो स्त्रीलिङ्गे यत्र यत्र शत्रन्तप्रकरणे रूपद्वयम् अस्ति सः धातु तुदादिगणस्य धातुः परन्तु पठयोग अत् कुर्मः चेत् पठत् इति यः प्रातिपदिकम् अस्ति स्त्रीलिङ्गे एकम् एव रूपः भुवादिगणस्य धातु कृते नकारः नित्यम् आयाति सो पठन्ति सः पठन्ति चलन्ति वो शी गोस् वैल् रीडिङ्ग् सो सः पठन्ति चलति इति रूपम् एकम् एव रूपं पठन्ति एव रूपम् परन्तु चल् इति धातुः तुदादिगणस्य धातुः सो तत्र किं भवति चलन्ति अपि रूपं चलति अपि रूपं रूपद्वयम् अस्ति सो यत्र यत्र धातोः शत्रन्तप्रकरणे रूपद्वयं दृश्यते तत्र तुदादिगणस्य धातुः यत्र यत्र एकम् एव रूपः दृश्यते सः धातुः भुवादिगणस्य धातुः बिकास् वै वी आर् गोयिङ्ग् टु द शत्रन्त प्रकरण अत्र धातौ गुणानुकूल्यं नास्ति अदर्वैस् वी कुड् हेव् सी वेदर् गुणः हेस् हेपण्ड् आर् नाट् हेस् हेपण्ड् इफ् गुणः हेस् हेपण्ड् देन् भुवादिगणस्य धातु इफ् गुणः हेस् नाट् हेपण्ड् गुणानुकूल्यम् अस्ति तथापि गुणः न भवति तुदादिगणस्य धातुः सिन्स् मुच् इति धातुः मुञ्च् भवति अत्र गुणप्रसङ्गः एव नास्ति अतः वयं शत्रन्तप्रकरणे तत्र आवश्यकता तत्र तस्य उत्तरं तत्र प्राप्नोति धन्यवादः यत्र धातुतिङ्मध्ये अकारः अस्ति धातुतिङ्मध्ये प्रथमे किं पश्यामः अकारः अस्ति वा नास्ति अकारः अस्ति धातु गुणानुकूल्यम् अस्ति वा अस्ति गुणः भवति वा आम् भवति सो धातु भुवादिगणस्य धातु गुणानुकूल्यम् अस्ति तथापि गुणः न दृश्यते लटिरूपं पश्यामः चेत् तुदादिगणस्य धातु परन्तु यत् यस्मिन् धातु गुणः अनुकूल्यमेव नास्ति तत्र शत्रन्तप्रकरणे एव तत्र लटिरूपं दृष्ट्वा न वक्तुं शक्यते धातु कस्मिन् गणे अस्ति बिकास् तत्र गुणः वी केनाट् सी वेदर् गुणः हेस् हेपण्ड् आर् नाट् बिकास् धातौ गुणानुकूल्यमेव नास्ति सो देट् दियर् वी हेव् टु गो टु द शत्रुप्रकरण शत्रन्तप्रकरणे अदर्वैस् देर् इस् नो नीड् अस्तु अहं प्रु विषये कः वक्तुम् इच्छति सरलम् अस्ति अहं वदामि भगिनि आं वदतु प्रु प्रणोति स्वादि स्नु भवति स्नु नु तिष्ठति नि गुणं भूत्वा ओ भवति भवति प्रकारः अस्ति चेत् आमामाम् आम् सत्यं सत्यं सो कस्य गणस्य धातुः पञ्चमगण आं गै विषये अपि वदतु भगिनि गै गायति तत् वादिगण एव गै गाय् भवति गुणं भूत्वा गायति कस्य गुणः कस्य गुणः गै गा आकारः तिष्ठति तत्र गाय् कथं गाय् भवति तत्र दशमगणः भगिनि न धातु तिङ् मध्ये कः भागः प्रथमे तिं तं पश्यामः धातु तिङ् मध्ये अस्तु अस्तु भगिनि या या भवति यान्तवान्त भूत्वा गाय् भवति तत्र भवादिगण एव अहं चिन्तयामि भवादिगण आमां भुवादिगणस्य धातु अस्ति परन्तु चिन्तनं किम् अत्र अत्र पश्यतु गाय् योग शप् योगति शप् कारणेन गुणः भवितुम् अर्हति परन्तु धातौ गुण अनुकूल्यं नास्ति इत्युक्ते अन्ते कोऽपि ऐ अस्ति एच् वर्णः अस्ति अतः एच् वर्णस्य गुणः न सम्भवति सो अत्र किं भवति केवलं सन्धिकार्यं गै योग अयोगति ए ऐकारस्य अनन्तरम् अकारः अकारः शप् प्रत्ययस्य अकारः सो ऐ योग अ कुर्मः चेत् यान्तवान्तादेश सन्धि एचोयवायावः इति सूत्रेण ऐ स्थाने आय् इति आदेशः ऐ स्थाने किम् आयाति यान्तवान्तादेश सन्धि कुर्मः चेत् आय् इति आदेशः सो गाय् अ ति गायति इति रूपम् सो अत्रापि अत्र धातु तिङ् मध्ये अकारः श्रूयते सो न वक्तुं शक्यते धातुः भुवादिगणस्य वा तुदादिगणस्य परन्तु शत्रन्तरूपे तत्र एकम् एव गायन्ति एव अस्ति अतः भुवादिगणस्य धातु अत्र कोऽपि गुणकार्यं नास्ति अत्र केवलं सन्धिकार्यम् आम् डी विषये अपि वदतु भगिनि डीयते चतुर्थगण या तत्र मध्ये या श्रूयते षन् षन् विकरणप्रत्यय श न अवगच्छति या एव तिष्ठति चतुर्थगण द्विवादिगण सत्यं सम्यक् हा भ्रूविषये कः वक्तुमिच्छति रामानन्द महोदय अस्ति वा आं महोदय बिभर्ति तृतीयगणः जुहोत्यादिगणः भवति एकनिमिषः महोदय एकनिमिषः भगिनी डी डीयते डीयते धातु तिङ् मध्ये कः भागः य इति भागः य इति भागः कुत्र आयाति शन् इति विकरणप्रत्ययस्य भागः शन् इति विकरणप्रत्ययस्य चतुर्थगणस्य विकरणप्रत्ययः अतः द्विवादिगणस्य धातुः चतुर्थगणस्य धातुः आम् महोदय वदतु भ्रूविषये वदतु भ्रू धातुः अत्र गुणः भूत्वा भर्ति भवति किन्तु बि अत्र द्युत्वम् अभवत् अतः बिभर्ति तृतीयगणः जुहोत्यादिगणे आगच्छति आम् अत्र यः भ्रू भर् भवति तस्य कृते कारणं किम् अस्ति महोदय अत्र गुणकार्यम् अभवत् महोदय कस्य कारणेन गुणः भवति अत्र विकरणप्रत्ययस्य कारणेन और् त्यप् प्रत्ययस्य कारणेन शप् विकरणप्रत्ययः किन्तु विकरणप्रत्ययः तत्र लुक् भवति अतः कारणेन एव भवति आम् सत्यं सत्यम् अत्र तिप् एकवचने बिभर्ति इति रूपं भवति सो अत्र तिप् प्रत्ययस्य कारणेन द सेकेण्ड् ब्रू बिकम्स् भर् बकारः अकारः रकारः सो तत्र द्वित्वं भूत्वा तत्र बिभर्ति इति रूपं सो वयं जानीमः एकम् एव गणे द्वित्वं भवति सः अस्ति ज्योत्यादिगणे सो अत्र अन्ते ऋकारः अस्ति तिप् कारणेन ऋकारस्य गुणः अर् भवति अस्तु महोदय भाति विषये वदतु भाति धातुः भाति अत्र विकरणवृत्तिः किञ्चिदपि नास्ति अतः अदादिगणः आगच्छति द्वितीयगणे अदादिगणः अत्र द्वित्वम् अपि न श्रूयते अतः द्वितीयः गणः आम् शृणोति विषये अपि वदतु एकनिमिषं महोदय शृणोति अत्र नकारः आगच्छति केवलं नकारः अस्ति वा नोकारः क्षम्यतां नोकारः आगच्छति धातुः सि नोकारः आगच्छति श्नो इति विकरणप्रत्ययः अतः चतुर्थगणः स्वादिगणे आगच्छति सारि पञ्चमगणः स्वादिगणे आम् पञ्चमगणः श्नो इति विकरणप्रत्ययः तस्य एकवचने नो भवति अतः शृणोति इति एकवचने भवति अतः पञ्चमगणः स्थूलविषये अपि वदतु स्थूल क्रियापदरूपं स्थूलयते अत्र यकारः आगच्छति अतः प्रायशः चुरादिगणः भवति दशमगणः चुरादिगणः भवति किन्तु आत्मनेपदरूपम् अस्ति तत्र आम् केवलं यकारः अस्ति वा अय अस्ति ऐ अस्ति अत्र निजन्तम् अनन्तरं शप्रत्ययः द्वयोः अपि अस्ति अतः चुरादिगणः दशमगणः आम् अत्र स्थूल योग अय योगते स्थूलयते सो अत्र अय इति भागः धातु तिङ् मध्ये श्रूयते अतः चुरादिगणः धन्यवादः महोदय सम्यक् अग्रे कः पठितुमिच्छति कः वक्तुमिच्छति मञ्जरी भगिनी अस्ति वा आं वदामि आं वदतु शृणक्ति धातु तिङ् मध्ये न श्रूयते न आम् नकारः अकारः हा नकारः अकारः श्रूयते नस्य णत्वं भूत्वा ण भवति आम् अत्र धातु तिङ् मध्ये नास्ति धातु तिङ् मध्ये नास्ति कुत्र अस्ति रुदादिगणे कुत्र अस्ति विकरणप्रत्ययस्य भागः कुत्र अस्ति अत्र उकारस्य अनन्तरम् अस्ति धातोः मध्ये धातोः मध्ये न वदामः मित् कारणेन यः धातौ अन्तिमस्वरः उकारः उकारस्य अनन्तरं न इति भागस्य तत्र आगमः भवति सो उकारस्य अनन्तरं न इति भागः सो शृणति इति रूपं पुष् विषये अपि वदतु भगिनि क्षम्यतां मम एकः सन्देहः अस्ति आं पृच्छतु डि धातोः विषये द्वादिगणे अपि भवति दिवादिगणे अपि भवति डीयते भ्वादिगणे पश्यति चेत् तत्र डयते इति रूपं भवति किन्तु डीयते कर्मणि रूपं केवलं डीयते इति ज्ञात्वा कथं ज्ञातव्यं द्वादिगणस्य रूपं वा दिवादिगणस्य रूपं वा इति आम् परन्तु अत्र उपरि लिखितमस्ति न लटि एकवचनरूपम् अत्र दीय क्रियापदं यः अस्ति अत्र यः पदं दत्तमस्ति लटि एकवचनं लट् लकारस्य एकवचनस्य रूपम् अत्र दत्तमस्ति अतः न ज्ञास्यामः चेत् न ज्ञातव्यं चेत् किञ्चित् क्लेशः भवति खलु आम् तत्र तु क्लेशः भवति, परन्तु डि ढयते तत्र गुण भूत्वा तत्र ढयते इति रूपं भवति, परन्तु हा तत्तु सत्यं महोदय, तत्र कोऽपि परन्तु इति अभ्यासकृते अस्ति, केवलम् अभ्यासकृते कथं जानीमः धातु कस्मिन् गणे अस्ति। समीचीनं महोदय, शुद्ध सप्तमगण खलु विच् वन् सप्तगणः सप्तमगणः अत्र न इति न नकारस्य सह अकारः अपि अस्ति, अपि च एण्ड् वाट् एल्स् धातु तिङ् मध्ये किमपि अन्यत् नास्ति, धातु तिङ् मध्ये किमपि अन्यत् नास्ति, अन्य कोऽपि भागः नास्ति, अत्र एकम् एव एक्स्ट्रा लेटर् अस्ति, सः अस्ति न इति, सो न इति भागः उकारस्य अनन्तरं यः नुम् आगमः अस्ति भगिनि, यः नुम् आगमः तत्र केवलं नकारस्य आगमः, नकारस्य सह तत्र अकारः नास्ति, परन्तु सप्तमगणे यः न इति विकरणप्रत्ययस्य भागः तस्य सह अकारः अपि अस्ति न इति भागः, परन्तु इदितो नुम् यः नकारस्य आगमः भवति तत्र केवलं नकारस्य आगमः इत्युक्ते केवलं न इति भागः तत्र आयाति, सो यत्र यत्र नकारस्य सह अ अपि श्रूयते अपि च धातु तिङ्मध्ये किमपि अन्यत् नास्ति तत्र एव सप्तमगणस्य धातुः रुदादिगणस्य धातुः। एतत् सप्तम खलु? आम् सप्तम सप्तमगणस्य धातु पुष् विषये अपि वदतु। पुष् पुष्यति अकारः अस्ति तथा पुष् धातु तिङ् मध्ये कः भागः भगिनि? य य य कस्य गणस्य आकृति? य चतुर्थगणस्य आकृति वच् वच् वच् वक्ति द्वित्वं धातो द्वित्वं भवति तथा द्वितीयगणे अस्ति पदादिगणे। कथं द्वित्वम् अत्र श्रूयते, कुत्र श्रूयते द्वित्वम् अत्र? अत्र चकारस्य परिवर्तनं ककारः, तो अत्र द्वित्वं न भवति, वच् बिकम्स् बिकास् आफ् सन्धिकार्यम्। आम् वक्ति इति रूपम् आम् वक्ति द्वितीयगणे। अनन्तरं क्रू विषये वदतु। करोति प्रथमगणे अस्ति वादिगणे। किमर्थम्? ओकारः श्रूयते क्रू इति अत्र धातु तिङ् मध्ये कः भागः? ओकारः सो ओकारः कुत्र आयाति एकवचने? आम् अष्टमगणे। किमर्थं चेत् तत्र अष्टमगणे ऊ कारणेन अपि गुणः भवति, क्रू योग ऊ योगति, सो उकारस्य कारणेन यः ऋकारः अस्ति अन्ते यः ऋकारः अस्ति तस्य अर् भवति, सो करु क र क अकारः रकारः अनन्तरम् ऊ इति विकरणप्रत्ययस्य भागः, सो करु इति अङ्गं तिप् प्रत्ययस्य कृते, सो तिप् प्रत्ययस्य कारणेन यः अन्ते उकारः अस्ति तस्य परिवर्तनम् ओकारः भवति, सो करोति इति रूपं तनादिगणस्य धातुः, उकारः तत्र विकरणप्रत्ययः एकवचने ओकारः भवति, करोति गुणः अपि भवति, अष्टमगणे अपि उकारस्य कारणेन गुणः भवति। आम् सत्यं, धन्यवादः भगिनि। ध्रुव विषये कः वक्तुम् इच्छति? झटति वदतु। ध्रुः दुह्यति चतुर्थगणस्य दिवादिगणस्य य इति विकरणप्रत्ययः आगच्छति। आम् शिक्ष शिक्ष शिक्षते अत्र अ आगच्छति वादिगणे प्रथमगणः शिक्ष शिक्षते रच इति दशमगणः अस्ति तत्र अय प्रत्ययः आगच्छति निच अधिकशप रचयति हां रचयति सत्यं रुच रुच इति अ आगच्छति वादिगणे अस्ति किमर्थम् रुच अत्र उ अस्ति ह्रस्व उ अस्ति तस्य गुणः भवति रो भवति आम् अत्र अकारः श्रूयते अपि च गुणकार्यमपि दृश्यते कार्यमपि अस्ति आम् आम् सो रोचते इति प्रथमगणस्य धातु प्रथमगणस्य भवादिगणस्य शिक्षते भवादिगणे वा शिक्षदातुः भुवादिगणे किमर्थं चेत् तत्र विशिष्टधातुवः एव तुदादिगणे स्थापितः पाणिनिना सो शिक्ष इति धातुः गुणप्रसङ्गः नास्ति न क्षी अस्ति परन्तु उपधायाम् ई नास्ति न उपधायाम् ई नास्ति सो अत्र गुणप्रसङ्गः नास्ति सो प्रायशः परिचितधातुवः भुवादिगणे एव यत्र गुणप्रसङ्गः नास्ति परन्तु धातु तिङ् मध्ये अकारः श्रूयते वन् मोर् हिण्ट् इस् देट् प्रायशः परिचितधातु अस्ति चेत् भुवादिगणे एव चल एकम् एव अपवादः तत्र अस्ति चल इति धातुः तुदादिगणे अस्ति तत्रापि चलति अकारः श्रूयते चल मध्ये अपि गुणप्रसङ्गः नास्ति परन्तु तथापि सः तुदादिगणे स्थापितः पाणिनिना सो एकम् एव अपवादः अस्ति प्रायशः परिचितधातुः अस्ति धातु तिङ् मध्ये अकारः श्रूयते प्रायशः भुवादिगणस्य धातुः परन्तु स्पष्टतया वदामः चेत् शत्रन्तप्रकरणे रूपं दृष्ट्वा एव वक्तुं शक्यते धातुः भुवादिगणस्य न तु तुदादिगणस्य शिक्ष इति धातुः भुवादिगणस्य धातुः आम् शिक्षन्ति अस्तु इदानीं ख्याति ख्यातिविषये कः वक्तुम् अदादिगणे आम् अत्र आगच्छति अ कुत्र आगच्छति नास्ति नास्ति विकरणप्रत्ययः नास्ति आम् किमपि नास्ति अतः अदादिगणे स्वपिति मध्ये अपि स्वप स्वपिति अत्र स्वप अधिक अधिक प्रथम प्रथम किं द्रष्टव्यं धातु तिङ् मध्ये कः भागः ति अस्ति न ति तिङ् भागः स्वप् इति एकनिमिषः विभजनं कुर्मः चेत् स्वप् इति धातुभागः अस्तु प्रथमभागः धातुभागः अन्तिमभागः तिङ्भागः ति वी विल् टेक् औट् ति आल्सो स्वप् आल्सो मध्ये कः अस्ति किम् अवशिष्टभागः कः इकारः इकारः कस्यचित् गणस्य विकरणप्रत्ययः अस्ति वा नास्ति नास्ति सो अत्र धातु तिङ् मध्ये किमपि नास्ति because e does not belong to any ganah atra e kimartham ayati tatto bin prashnah parantu atra dhatu ting madhe kimapi nasti dhatu ting madhe kimapi nasti ditvam api na shruyate atah atah atah adadi ganah adadi अतः अदादिगणः नौ द प्रश्नः कम्स् वेर् हेस् दिस् ई कम् फ्राम् दिस् इस् आल्सो धातु आदेशः तत्र किम् अस्ति अदादिगणे पञ्चधातवः पाणिनिना स्थापितः यस्मिन् सार्वधातुप्रत्ययः परे अपि इडागमः भवति इत्युक्ते तिप् इति प्रत्ययः तस्य एकं संज्ञा अस्ति इदानीं तत् विषयः नास्ति परन्तु तत्र अदादिगणे पञ्च एतादृशः पञ्चधातवः पाणिनिना स्थापितः यत्र इकारस्य आगमः भवति सो स्वपिति अपि तत्र अस्ति एकम् अन्यत् अस्ति तत्र अस्मिन् अभ्यासे एव तत्र दत्तम् अस्ति स्वप् अपि च रुद् रुद् अपि रोदिति इति रूपं भवति. रुद् बिकम्स् रोद् एण्ड् इकारः अपि आयाति. रोदिति इति रूपं श्वसिति इति रूपं. तत्र पञ्चधातवः अदादिगणे पाणिनिना स्थापिताः. तत्र किं भवति? तत्र इडागमः भवति. इत्युक्ते इकारः आयाति धातुः प्रत्ययस्य पूर्वे तत्र इकारः आयाति. सो स्वपिति इति अदादिगणस्य धातुः परन्तु इकारः अपि श्रूयते. सो इकारः यः श्रूयते तत्तु भिन्नवार्ता. परन्तु तत्र इकारः कोऽपि घनविकरणप्रत्ययः नास्ति. अत्र धातुतिङ्मध्ये कोऽपि विकरणप्रत्ययः न श्रूयते. द्वित्वमपि न श्रूयते. अतः धातुः अदादिगणस्य धातुः. अस्तु, तेज् तिज् विषये वदतु. तिज तेजयति अयप्रत्यय श्रूयते चुरादिगणस्य. दैङ्गुणः उपधायां गुणः भवति. इस्य ए भवति गुणः. इकारस्य गुणः एकारः. सो तेजयति इति आम् आम् चुरादिप्रत्ययः चुरादिगणः. आम् ऋणविषये वदतु. ऋणविषये ओकारः शृणु अस्ति तनादिगणस्य ऋण एकवचने उकारः ओकारः भवति. उकारः बिकम्स् ओकारः फार् फस्ट् एकवचने एव. सो ऋणोति इति रूपम्. आम् सो नव अष्टमगणः. साधु सृज् विषये अपि वदतु. सृज्यते दिवादिगणस्य य श्रूयते चतुर्थगण. आम् अनन्तरं सारल्यम् अस्ति. एकनिमिषः अत्र अत्र दृश्यतु. रुद् धातु अस्ति. रुद् अत्रापि रोदिति दिति. अत्र धातु तिङ्मध्ये इकारः श्रूयते. सो इकारः कोऽपि गणस्य विकरणप्रत्ययः नास्ति. सो अत्रापि धातुः अदादिगणस्य धातुः. रुद् इति धातुः अदादिगणस्य यः अस्तु यः रुद् यः रुदादिगणः अस्ति तत्र दकारः महाप्राणदकारः. अत्र तु अल्पप्राणदकारः. टुक्राय् रुद् मीन्स् टुक्राय् रोदने अश्नु अश्रुविमोचने. देट् रुद् इस् डिफ्रेण्ट् एण्ड् दिस् रुद् इस् डिफ्रेण्ट्. दिस् रुद् बिलाङ्ग्स् टु द्वितीयगणः. जानाति. आम् दिस् दिस् इस् धातु आदेशः. दिस् परन्तु न श्रूयते धातु मध्ये न श्रूयते. सो अत्र न रोदिति मध्ये गुणं भवति खलु. तदर्थं भुवादि एव भवेत् खलु. द्वितीयगुणः कथं भवति? आम् अत्र धातुतिङ् मध्ये अकारः श्रूयते वा भगिनि? रोदिति रुद् रुद् रोदिति भवति इत्युक्ते रुद् गुणं भूत्वा. तत् सत्यं भगिनि. रुदादिगणे केवलं गुणः न भवति परन्तु रुदादिगणे एकम् अन्यत् अस्ति न. तत्र अकारः अपि आयाति. धातुतिङ् मध्ये अकारः आयाति. अत्र अकारः दृश्यते वा? रोदिति इति रूपं पश्यामः चेत् अकारः नास्ति. इकारः अस्ति. धातु तिङ् मध्ये इकारः अस्ति. अत्र तिप् प्रत्ययस्य कारणे रुद् बिकम्स् रोद्. अत्र विकरणप्रत्ययस्य कारणे गुणः न. अत्र तिङ् प्रत्ययस्य कारणे गुणः. परन्तु अत्र इकारस्यापि आगमः. रोदिति दिति इति रूपं. दकारस्य अनन्तरम् इकारः. अकारः नास्ति. अकारः अस्ति चेत् भुवादिगणस्य धातु. अत्र तु अकारः नास्ति. अत्र इकारः अस्ति. सी भुवादिगणे शप् कारणेन गुणः भवति. परन्तु अदादिगणे तिप् कारणेन गुणः भवितुम् अर्हति यदि गुणप्रसङ्गः अस्ति चेत्. अस्तु भगिनि. पुनः वदतु. कन्फ्यूशन् एव भवति भगिनि, भवती वदति चेत् कारणेन वा विकरणप्रत्ययस्य कारणेन वा वयं रुद् इति अस्ति रोद् अभवत् तदर्थं वयं. परन्तु प्रथमे किं द्रष्टव्यं, धातुतिङ् मध्ये कः भागः, देट् इस् द फस्ट् स्टेप् न. फस्ट् स्टेप् अकारः नास्ति, इकारः अस्ति. सो इकारः तु कोऽपि विघनस्य विकरं प्रत्ययः एव नास्ति, इकारः तु कुत्रापि नास्ति. सो अत्र धातुतिङ् मध्ये किमपि नास्ति, बिकास् इकारः इस् नाट् अ विकरं प्रत्ययस्य भागः. अस्तु भगिनि. द्वित्वमपि न श्रूयते, धातुतिङ् मध्ये कोऽपि विकरं प्रत्ययस्य भागः न श्रूयते, द्वित्वं न श्रूयते, अतः विद आदादिगणस्य धातुः. अस्तु, आल् दीस् आर् वेरि ईज़ि, देर् इस् वी विल् डिस्कस् इन् द नेक्स्ट् क्लास्. अस्तु, अन्येक कष्टम् अस्ति अत्र. You get down your, you note down your questions, we will discuss in the next and then we will finish this abhyasah. Astu sarve etat avishishta yah dhatvah tatra santi tesham abhyasah grahakari rupen karotu. Agrimam kashayam punah etasya abhyasam kurmah. Astu idanin sthagamah, shanti. Dhanyavadah. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, शुभदिनं. धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. प्रेषयिष्यति वा? धन्यवादः भगिनि. किं भगिनि? शुभदिनं. धन्यवादः, शुभदिनं. धन्यवादः. कृतवती खलु, तत् प्रेषयिष्यति वा गणे? अस्तु, ऐ विल् सेण्ड् देट् PPT विद् मेल् रेकार्डिङ्ग् मेल्. अस्तु अस्तु अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. इच्छामि.